ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिश्चान्तिश्चान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। नमस्ते महोदय। नमस्ते। विच् पे पृष्ठसङ्ख्या किमस्ति? 84 भगिनि, 84 84 अस्ति। सर्वेभ्यो नाम सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र निजन्तम् इति इच् प्रत्ययः। तत्र वयं किञ्चित् कृतवन्तः, भागः प्रथमपाठः अस्माभिः कृतः, इदानीं द्वितीयपाठे स्मः। तत्र पुटसङ्ख्या 84 तत्र अधोभागे तत्र विशेषः इति अस्ति, ततः आरम्भं कुर्मः। तर्हि नरेश् महोदय, तत्र विशेषः अद् धातुः इति ततः आरभ्य। अत्र विशेषः अद् धातुः अस्ति, खाद् धातुः खादति च, यद्यपि भक्षणार्थकौ तथापि तयोः निजन्तत्वेन प्रयोगे प्रयोज्यकर्तुः द्वितीया विभक्तिः न भवति, अपि तु तृतीया विभक्तिः। उदाहरणमस्ति, कुक्कुरः मीनम् अस्ति, बालकः कुक्कुरेण मीनम् आदयति, शिशुः चाकलेहं खादति, माता शिशुना चाकलेहं खादयति। तत् कथम् अस्ति अत्र? खादति अस्ति, तदपि अत्र द्वितीयविभक्ति नास्ति, तृतीयविभक्ति अस्ति। यतोहि तत्र पूर्वं महोदय, तत्र किञ्चित् उपरि तत्र जानीत इति अस्ति खलु महोदय, तद् एकवारं पठतु महोदय। जानीत, येषु वाक्येषु भक्षणार्थकधातूनां निजन्तत्वेन प्रयोगः, तत्रापि प्रयोज्यकर्तुः द्वितीयविभक्तिः भवति। तत्र तु द्वितीया भवति, परन्तु अत्र द्वौ धातुः स्तः, अद्धातु खाद्धातु, अत्र भिन्नः अस्ति तृतीया, तृतीया विभक्ति अस्ति। समीचीनं महोदय। तर्हि तत्र भुङ्क्ते, भक्षयति, अश्नाति, भक्षयति, एतत् सर्वम् अस्ति चेत् अपि चेत् तत्र द्वितीया एव, किन्तु तत्र अस्ति अपि खादति, तत्र तृतीया विभक्ति भवति। अस्तु, समीचीनं महोदय। अस्तु, धन्यवादः। केवलं द्वौ धातुः, अपवादरूपेण अपवादः अस्ति। अस्तु, अग्रे तर्हि तत्र एतानि वाक्यानि परिशीलयत। अनिजन्तवाक्यम् अस्ति, निजन्तवाक्यम् अस्ति। अनिजन्तवाक्यं छात्रः वेदम् अधीते, निजन्तवाक्यम् अस्ति श्रोत्रियः छात्रं वेदम् अध्यापयति। अत्र तु द्वितीयविभक्ति अस्ति, सत्यं महोदय। छात्रः गद्यं शृणोति, शिक्षकः छात्रं गद्यं श्रावयति, बालकः पद्यं पठति, अध्यापकः बालकं पद्यं पाठयति। एतेषु वाक्येषु सर्वे धातवः शब्दकर्मकाः सन्ति, शब्दः कर्मं कर्म येषां ते शब्दकर्मकाः अधियोग इङ् पठ श्रु इत्येता तादृशानां धातूनां यत् कर्म तत् शब्दरूपे रूपम् एव भवति यथा वेदः पद्यं गद्यं च अतः ते धातवः शब्दकर्मकाः इत्युच्यन्ते शब्दकर्मकाः तत्तु तत्र वेदम् अधीते तत्र क्रिया का अस्ति क्रिया अधीते अधीते हा अधीते किन्तु तत्र कम् अथवा किम् अधीते वेदं वेदं वेदः तु तत्र श्रुतिः अस्ति खलु नाम तत्र शब्दरूपेण अस्ति खलु अतः शब्दसम्बद्धधातु इति कृत्वा शब्दकर्मकधातूनाम् इति यत्र क्रियायाः सह तत्र कर्म इति तत्र श्रोत्रेन्द्रियेण नाम तत्र तत्र शब्दस्य कार्यमस्ति चेत् तत्र तत्र सर्वत्र तत्र द्वितीया विभक्ति इति अस्तु समीचीनं महोदय अस्तु अग्रे तर्हि वेदभगिनी आं महोदय जानीत शब्दकर्मकाणां धातूनां निजन्तत्वेन निजन्तत्वेन प्रयोगे प्रयोज्यकर्तुः द्वितीया विभक्तिः भवति शब्दकर्मकाणां धातूनां तर्हि एतावत् किं किं वयं दृष्टवन्तः यत्र तत्र निजन्तत्वेन प्रयोगे तत्र प्रयोज्यकर्तुः द्वितीयविभक्ति भवति एतावत् प्रयोज्यकर्तुः शब्दकर्मक शब्दाः शब्दकर्मकाः सर्वे धातवः अधीते किमधीते वेदम् पूर्वं पूर्वं भक्षणार्थं भक्षणार्थकधातु तस्मात् प्राक् बुद्ध्यर्थकधातु बुद्ध्यर्थक गत्यर्थक बुद्ध्यर्थक भक्षणार्थक इदानीं शब्दकर्म शब्द शब्दकर्मकाः समीचीनं प्रयोज्यकर्तुः द्वितीया भवति आवरणे तत्र श्रोत्रियः छात्रं वेदम् अध्यापयति तत्र प्रयोज्यकर्तुः छात्रः अस्ति तदेव तस्य द्वितीया विभक्तिः भवति प्रथमवाक्ये द्वितीयवाक्ये छात्रः गद्यं शृणोति कं शृणोति छात्रः छात्रः प्रयोज्यकर्तुः प्रयोजककर्ता शिक्षकः प्रयोज्यकर्तुः छात्रः तदेव तस्य द्वितीया विभक्तिः भवति तृतीयवाक्ये अपि तदेव बालकः पद्यं पठति अध्यापकः बालकं पद्यं पाठयति अध्यापकः प्रयोज्यककर्ता बालकः प्रयोज्यकर्ता तदेव तस्य द्वितीया विभक्तिः भवति बालकम् इति उत्तमं भगिनि समीचीनं तर्हि अध्यापकः बालकं पद्यं पाठयति तत्र बालकम् इति बालकम् इति प्रयोज्यकर्ता प्रयोज्यकर्ता यः अस्ति तस्य प्रयोज्यकर्तुः विभक्ति द्वितीया अस्तु समीचीनं भगिनि तत्र आवरणे आवरणे स्थितस्य शब्दस्य उचित विभक्त्यन्तरूपेण रिक्तस्थानं पूरयत प्रवाचकः प्रतिनिधिः आवरणे दत्तं वार्तां श्रावयति प्रवाचकः वार्तां श्रावयति शृणोति इति अर्थे श्रावयति तत्र तत्र शृणोति तस्य केन इत्यनेन शब्दकर्मकाणां अस्ति तदेव वार्तां श्रावयति इति शब्दकर्मकशब्द अस्ति इति कारणतः तत्र प्रयोज्य कर्तुः द्वितीया विभक्त्यां भवति, विभक्तिः भवति, तस्य स्वप्रतिनिधिं वार्तां श्रावयति इति. पूर्णवाक्यम् एकवारं वदतु. प्रवाचकः प्रतिनिधिं वार्तां श्रावयति. हा इति उत्तमं, समीचीनं भगिनी. अस्तु निवेदिता भगिनी, नमस्कारः. अन्य अन्य कोऽपि कुर्यात् भगिनी. धन्यवादः. धन्यवादः भगिनी. अस्तु निवेदिता भगिनी, नमस्कारः. नमो नमः. नमस्कारः भगिनी. तत्र निजन्तस्य अभ्यासः. तर्हि तत्र प्रवाचकः 85 भगिनि. 85 आचार्यः अन्ते वासिनः. भगिनि, तस्मात् प्राक् तत्र प्रवाचकः प्रतिनिधिं वार्तां श्रावयति इति अस्ति खलु पूर्वं प्रथमं वाक्यं. हा तत्र निजन्तरूपं, तद् निजन्तरूपं, किन्तु अनिजन्तरूपं किम् अस्ति एकवारं वदति वा? अनिजन्तरूपं यथा तत्र उपरि अस्ति वार्तां, बालकः पद्यं पठति. वदतु भगिनि. वार्तां शृणोति कः? प्रतिनिधिः वार्तां शृणोति. हा प्रतिनिधिः वार्तां शृणोति. इदानीं निजन्तवाक्यं प्रवाचकः प्रतिनिधिं वार्तां श्रावयति. श्रावयति, हा उत्तमम्. प्रयोजकः प्रयोजककर्ता अस्ति, तथा प्रतिनिधिः प्रयुज्यकर्ता अस्ति. हा उत्तमं भगिनि. हा इदानीं द्वितीयं करोतु इदानीं. आचार्यः अन्तेवासिनं वेदं पाठयति. अत्र अनिजन्तवाक्यमस्ति, अन्तेवासिन वेदं पठति. अनिजन्तरूपम् अन्तेवासि वेदं पठति. अनिजन्तरूपम् निजन्तरूपम् आचार्यः अन्तेवासिनं वेदं पाठयति. अत्र आचार्यः प्रयोजककर्ता अस्ति, तथा अन्तेवासिनं प्रयुज्यकर्ता अस्ति. समीचीनम्. इदानीं तत्र द्वितीयाविभक्तिः अस्ति चेत् अन्तेवासी इति पदस्य द्वितीयाविभक्तिः किं, क्षम्यतां, तत्र द्विवचने किं भवति? अन्तेवासी द्विवचने अन्ते वासिन् अस्ति खलु? वासिन् सत्यं. अन्तेवासिनं न द्वितीयविभक्ति न, द्विवचने. प्रथमाविभक्ति द्विवचने. अन्तेवासिनौ गुणी गुणिनौ गुणिनः. राजन् शब्द, राजन् शब्द अपि इनि प्रत्यय तत्र अन्तेवासि, अन्तेवासिन् इति अस्ति. समीचीनं भगिनि. तर्हि तत्र इदानीं तत्र अन्तेवासि, अन्तेवासिनौ, अन्तेवासिनः द्वितीयविभक्त्यां द्वितीयद्विवचने अन्तेवासिनौ. इदानीं द्विवचने द्वितीयविभक्तिरूपं किम् अस्ति? द्विवचने द्वितीयविभक्ति, द्वितीयविभक्ति अन्तेवासिनौ, अन्तेवासिनौ. हा तर्हि तत्र अन्तेवासिनौ इति अनिजन्तरूप पठतु, वदतु. तर्हि अन्तेवासि वेदं पठति. वेदं पठतः. इदानीं तत्र निजन्तरूपं तस्य आचार्यः. आचार्यः अन्तेवासिनौ वेदं पाठयति. पाठयति इति एव समीचीनम्. अस्तु धन्यवादः भगिनि. अस्तु शोभा भगिनी अग्रे. सुरेन्द्रः, तत्र राजेन्द्रः इति दत्तं. सुरेन्द्रः गीतं श्रावयति इति. सुरेन्द्रः इदानीं तत्र पुनः श्रु इति धातुः, शब्दकर्मकधातुः. अतः सुरेन्द्रः तस्य द्वितीया भवत् प्रयोज्यकर्ता राज, किं तत्र राजेन्द्रः तर्हि प्रथमम् अणिजन्तवाक्यं भवति राजेन्द्रः गीतं शृणोति इति. सुरेन्द्रः इदानीं निजन्तवाक्ये राजेन्द्रं गीतं श्रावयति इति भवति. तर्हि तत्र राजेन्द्रः अस्ति, अतः वचनस्य परिवर्तनं किञ्चित् क्लिष्टं खलु. अस्तु, तर्हि तद् मास्तु. किन्तु राजेन्द्रः इति अकारान्त एव भवति खलु महोदय? हा, सत्यं भगिनि, किन्तु नाम अस्ति इति कृत्वा तत्र द्विवचने न प्रयुक्तं तत्र. बालकः एव भवति खलु इति मम चिन्ता. न क्लिष्टं नास्ति, नाम प्रयोगः क्लिष्टं नास्ति, किन्तु अर्थविषये तत्र राजेन्द्रौ इति यदि वदामः तत्र खलु बालकौ इति अवगच्छामः. ओ अस्तु, बालकद्वयं, किन्तु राजेन्द्रौ साधारणतया न भवति. किन्तु केवलं तत्र अभ्यासार्थं करोतु भगिनि. तर्हि तत्र अस्तु महोदय द्विवचने सुरेन्द्रः अणिजन्तवाक्यम् अणिजन्तवाक्यम् अपि अणिजन्तवाक्यं. राजेन्द्रौ गीतं श्रुतवन्तौ. न श्रावयति लट्लकारे खलु. तत्र अणिजन्ते इति उक्तवान् इति चिन्तितवान्. अणिजन्ते अणिजन्ते तर्हि तत्र प्रयोज्यकर्ता प्रयोज्यकर्ता राजेन्द्रः खलु. तर्हि राजेन्द्रौ राजेन्द्रौ गीतं श्रुतवन्तौ. न शृणोति इति शृणुतः क्षम्यता शृणुतः राजेन्द्रौ गीतं शृणुतः इति एव तावदेव भगिनि. अस्तु, इदानीं सुरेन्द्रः सुरेन्द्रः राजेन्द्रौ गीतं श्रावयति इति तावदेव. केवलं किञ्चित् इतः ततः गच्छामः केवलं. न सम्यक् एव महोदय, अहं तत्र तव तु योजयित्वा किमर्थम् उक्तवती, यतोहि शृणोति इति अस्ति. आम् सत्यम्. अस्तु अस्तु, तर्हि अग्रे तर्हि भगिनी भवती एव अग्रे अपि किञ्चित् करोतु तर्हि. आम्, एतानि वाक्यानि परिशीलयत. तत्र द्वे स्तम्भे स्तः अणिजन्तवाक्यम् इति एकं, निजन्तवाक्यम् इति अन्यत्. वृक्षः वर्धते इति अणिजन्तवाक्यम्. इदानीं तत्र निजन्तवाक्यं भवति कृषिकः वृक्षं वर्धयति इति. इदानीं तत्र वृक्षः वर्धते, स्वयं वर्धते वृक्षः अणिजन्तवाक्ये. निजन्तवाक्ये कृषिकस्य साहाय्येन वृक्षः वर्धति, अतः कृषिकः वृक्षं वर्धयति इति निजन्तवाक्यं भवति. अन्यत् किं वदनीयं तत्र? तावदेव खलु, इत्युक्ते तत्र इदानीम् अकर्मकधातूनां विषयः. वर्धिति वृद्धिति अकर्मकधातुः अस्ति. इत्युक्ते अकर्मकधातुः यदा भवति तदा धातोः कर्म फलं तस्मिन्नेव वर्तते. इत्युक्ते तत्र वर्धनक्रिया वृक्षे एव वर्तते. तत्र क्रिया अपि फलमपि फलमपि अतः तत्र केवलं वृक्षः वर्धते इति. वृक्षं वर्धते, सत्यं भगिनि, समीचीनम्. अस्तु, तर्हि अग्रे नरेश महोदय. अस्तु, वृद्धः उपविशति अनिजन्तवाक्यमस्ति. निजन्तवाक्यं युवकः वृद्धम् उपवेशयति. अत्र वृद्धः अनिजन्तवाक्ये तत्र प्रयोज्यकर्ता अस्ति, सः उपविशति. निजन्तवाक्ये तत्र युवकः प्रयोजककर्ता अस्ति, वृद्धः प्रयोज्यकर्ता अस्ति. तत्र द्वितीयविभक्ति आगच्छति, युवकः वृद्धम् उपवेशयति. हा अस्तु समीचीनं महोदय. इदानीं तत्र वृद्धः इति एकवचने अस्ति, तत्र बहुवचने अणिजन्तरूपम् अपि अणिजन्तरूपं वदतु. अणिजन्तरूपम् अस्ति वृद्धाः, वृद्धाः उपविशन्ति. निजन्तरूपं भवति युवकः वृद्धान् उपवेशयति. उपवेशति, अत्र तु यद्यपि वृद्धान् इति अस्ति किन्तु उपवेशति तु एकवचने एव अस्ति. युवकः अस्ति उपवेश, युवकः अस्ति इति कृत्वा समीचीनम्. हा अस्तु, धन्यवादः महोदय. अस्तु समीचीनम्. अस्तु अग्रे वेदा भगिनी. हा महोदय, सज्जनः म्रियते, तत्र म्रिय मृ इति धातुः, तत्र अकर्मकधातुः अस्ति, तदेव तत्र कर्मपदं नास्ति. सज्जनः म्रियते, परन्तु अणिजन्तवाक्ये तत्तु समीचीनं, परन्तु निजन्तवाक्ये यत्र किं वदामि, अकर्मकधातुः अस्ति निजन्ते, तत्र प्रयोज्यकर्तुः कर्ताः, तत्र प्रयोज्यकर्ता तत् किमस्ति, सज्जनः इति प्रयोज्यकर्ता, तस्य द्वितीया विभक्तिः भवति निजन्तवाक्ये. मृदातु अकर्मक अस्ति चेदपि निजन्तवाक्ये तस्य प्रयोज्यकर्ताः कर्तुः द्वितीया विभक्तिः भवति. किम कोऽपि सूत्रमस्ति वा न जानामि, तत्र केवलम् एतत् जानाति, दुर्जनः प्रयोजककर्ता, सज्जनं प्रयोज्यकर्ता मारयति इति निजन्त अस्ति. तत्र किं वदामि अन्य, अन्यत् किं तत्र द्विवचने करोति वा तत्र? सज्जनः म्रियते, सज्जनौ अकारान्त पुल्लिङ्गपदं, सज्जनौ म्रियेते, सज्जनौ म्रियेते इति, परन्तु निजन्ते दुर्जनः सज्जनौ, सज्जनौ एव तिष्ठति द्वितीया विभक्ति अपि, सज्जनौ मारयति, मारयति एव अस्ति. किमर्थं चेत् तद् दुर्जन प्रयोजककर्तायाः सम्बन्धः अस्ति तत्र, तदेव कर्तायाः न, कर्तुः कर्तुः कर्तुः सम्बन्धः अस्ति इति कारणतः मारयति एव तिष्ठति तत्र. समीचीनं भगिनि, समीचीनं भगिनि. तत्र तेन सह सम्बन्धः नाम तत्र तत्र दुर्जन इति पदेन सम्बन्धः क्रियापदस्य अस्ति इति, तत्र दुर्जनः तत्र कीदृशः कर्ता, तत्र प्रयोजक अथवा प्रयोज्य? प्रयोजककर्ता, प्रयोजककर्ता. तर्हि प्रयोजककर्ता इति पदस्य तृतीया किम् अस्ति? प्रयोजककर्तायाः तृतीया दुर्जनस्य वा प्रयोजककर्ता वा? न, प्रयोजककर्ता इति पदस्य तृतीया. कर्तारौ, कर्तारः, प्रयोजककर्तारः द्वितीया विभक्ति अस्ति. तृतीया विभक्ति, तृतीया विभक्ति, ओ तृतीया विभक्ति, बहुवचनं, बहुवचनं. प्रयोजककर्ता, कर्तारो, कर्तारः, कर्तारं, कर्तारो, किमस्ति तत्र, कर्तरी, कर्तृभ्यां, कर्तृभ्यः वा, कर्त्रा, कर्तृभ्यां, कर्तृभ्यः वा? न न, कर्त्रा, कर्त्रा एकवचने न? एकवचने एव, एकवचने, एकवचने कर्त्रा. ओके, कर्त्रा, कर्त्रा, पित्रा, मात्रा सह इति बहुवारं, सज्जनौ कर्त्रा सह, न न, कर्त्रा सह, कर्त्रा सह सम्बन्धः पूर्वं भवती तादृशम् उक्तवती नाम तत्र तेन सह सम्बन्धः वर्तते इति. अतः कर्त्रा सह, कर्त्रा सह, प्रयोजककर्त्रा सह, क्रियापदस्य प्रयोजककर्त्रा सह सम्बन्धः वर्तते, न तु प्रयोज्यकर्त्रा सह इति, खलु? सत्यं, धन्यवादः. अत एव तत्र तृतीया किम् इति पृष्टवान् तावत् एव समीचीनम् अग्रे धन्यवादः निवेदिता भगिनी अग्रे क्लेशः जायते रिपुः क्लेशं जनयति रिपुः क्लेशं जनयति अत्र रिपुः प्रयोजककर्ता अस्ति क्लेशं प्रयुज्यकर्ता अस्ति अत्र रिपुः तस्य द्वितीयविभक्तिरूपं क्लेशम् आम् द्वितीयविभक्तिरूपं बहुवचनमस्ति तत्र बहुवचने बहुवचने करोतु तर्हि क्लेशाः जायन्ते रिपुः रिपुः क्लेशान् जनयति रिपुः क्लेशान् जनयति समीचीनं भगिनि अग्रे एतेषु वाक्येषु एतेषु वाक्येषु सर्वे धातवः अकर्मकाः सन्ति जानीत अकर्मकधातूनां निजन्तत्वेन प्रयोगे प्रयोज्यकर्तुः द्वितीया विभक्तिः भवति तर्हि अत्र उपरि ये धातवः दत्ताः सर्वे उपविश्य म्रिय जनजाय आदि धातवः धातवः अकर्मकधातुः अस्ति अतः अकर्मकधातवः अकर्मकधातुः अस्ति चेत् तत्र प्रयोज्यकर्तुः प्रयोज्यकर्तुः कर्तुः द्वितीयविभक्ति एव भवति भवति तत्र साधारणतया तत्र अस्माकं मनसि तत्र पूर्वम् आरम्भे वयं दृष्टवन्तः नाम तत्र प्रयोज्यकर्तुः विभक्ति द्वितीया भवेत् अथवा तृतीया भवेत् किन्तु एतावत् वयं तत्र नियमाः के इति पश्यन्तः स्मः यत्र तत्र प्रयोज्यकर्तुः द्वितीया विभक्तिः एव इति अतः तत्र अकर्मकधातुः अस्ति चेत् अपि चेत् तत्र निश्चयेन द्वितीया विभक्तिः एव भवति इति अस्ति अस्तु समीचीनं तर्हि तत्र अग्रे अपि तत्र आरम्भं करोतु तदनन्तरं अन्य कोऽपि कुर्यात् आवरणे स्थितस्य शब्दस्य उचितविभक्त्यन्तरूपेण रिक्तस्थानं पूरयत अम्बा शिशुं चाययति किमर्थं शिशुम् इति शिशुं तत्र अकर्मकधातु अस्ति तत्र तत्र अणिजन्तरूपं वदतु शिशु शिशु शयति अस्ति वा न न शेते इति मन्ये शेते शेते शेते शिशु शेते शिशुः शेते किन्तु अम्बा अम्बा शिशुं शाययति अम्बा प्रयोजककर्ता अस्ति शिशु प्रयुज्यकर्ता अस्ति अत्र शेते इति शाययति शेते इति अकर्मक अथवा निजन्तत्वेन प्रयोज्यकर्तुः द्वितीया विभक्ति भवति अतः शिशुं शाययति इति अस्ति समीचीनं धन्यवादः अग्रे शोभा भगिनी आं महोदय अग्रे अग्रजः उत्थापयति इति अनुजः इति इदानीं तत्र अग्रजः प्रयोजककर्ता अनुजः इति प्रयोज्यकर्ता उत्थापयति तत्र उत् उपसर्गः अपि च स्थाधातुः अकर्मकधातुः तर्हि तत्र अणिजन्तवाक्यं भवति अनुजः उत्तिष्ठति इति इदानीम् अग्रजः अकर्मकधातुः अतः द्वितीया भवति प्रयोज्यकर्तुः अग्रजः अनुजम् उत्थापयति इति भवति वाक्यम् समीचीनं भगिनि समीचीनम् अस्तु धन्यवादः नरेश महोदय अग्रे अग्रे प्रेषकः ये धयति आवरणे नारिकेलः अस्ति तत् निजन्तरूपं कृषकः नारिकेलं यदयति तत्तु निजन्तरूपम् अस्ति कृषकः प्रयोजककर्ता अस्ति नारिकेलः प्रयोज्यकर्ता अस्ति धातु अनिजन्तरूपम् अस्ति नारिकेलं एधते नारिकेलम् इति वा तत्र नारिकेलः नारिकेलः या नारिकेल पुल्लिङ्गपदमेव दत्तं नारिकेलः नारिकेलः एधते समीचीनजन्तरूपं कृषकः नारिकेलम् एधयति एधयति उत्तमं महोदय अस्तु समीचीनम् अस्तु अग्रे वेदा भगिनि महोदय तत्र दुर्जनः ओ पुनः तदेव वाक्यं भगिनि भवती एव कृतवती अग्रे अग्रे अग्रिमं करोतु अग्रे करोतु त्यक्त्वा अग्रे अग्रे पठामि सः सर्वदा डाश् जनयति सः सर्वदा डाश् जनयति जनधातु जनधातु जायते तत्र अकर्मकधातु इति मन्ये जनधातु जनधातु तदेव तत्र सः सर्वदा समस्यां जनयति अनिजन्तवाक्ये समस्याम् अनिजन्तवाक्ये समस्या जायते इति वा हा समस्या जायते सत्यं समस्या जायते जनधातु अकर्मक अस्ति इति कारणतः तत्र प्रयोज्यकर्तुः द्वितीया विभक्तिः भवति तदेव प्रयोज्यकर्तुः समस्या इति अस्ति तस्य द्वितीया विभक्ति समस्याम् इति सः सर्वदा समस्यां जनयति हा तर्हि तत्र द्विवचने करोतु तर्हि अत्र द्विवचने कस्य द्विवचनं समस्या अतीव समस्या आकारान्त रमारमे रमाः रमे समस्ये समस्ये जायते जायेते समस्ये जायेते जायेते निजन्तवाक्ये तदेव सः सर्वदा समस्ये जनयति समस्ये एव तत्र द्वितीय समीचीनं भगिनि द्वितीय समीचीनं अस्तु धन्यवादः निवेदिता भगिनी अत्र आम् ऐन्द्रजालिकः सर्वान् विस्माययति सर्वे विस्मयन्ते स्मयते विस्मरन्ति अस्ति वा विस्मरन्ति न विस्मरन्ति न विस्मरन्ति न विस्मयं विस्मयन्ति विस्मयन्ते अस्ति वा विस्मयन्ति अस्ति विस्मयन्ते आत्मनेपदी धातु अस्ति वा विस्मयन्ते आम् आत्मनेपदी अस्ति आत्मनि अस्तु सर्वे विस्मयन्ते सर्वे विस्मयन्ते अकर्मकधातु अस्ति अतः ऐन्द्रजालिकः सर्वान् विस्माययति ऐन्द्रजालिकः अत्र प्रयोजककर्ता अस्ति सर्वान् प्रयुज्यकर्ता अस्ति समीचीनं समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि आं महोदय महोदय तत्र विस्मयः इत्युक्ते विस्मितः इति तत्र कन्नडभाषायाम् अस्ति तत्र लौकिकप्रयोगे वयं चकितः इति अर्थे स्वीकुर्मः सामान्यतया खलु तत्र विस्मय इति इत्युक्ते केवलं विस्मित मयने मयने अस्ति लौकिकभाषासु अस्ति किन्तु तत्र विस्मयति इत्युक्ते मेकिङ्ग् समोन् स्मैल् अ लिल् बिट् इति भवति. करेक्ट् करेक्ट् यस् यस् आम् तदेव. तर्हि तत्र विस्मयः इत्यस्य अर्थं तद् अस्ति इति न एन्द्रजालिक मतलब जादूगर ना, तो जादूगर सबको आश्चर्यचकित कराता है, मतलब उसके द्वारा किया जाता है, ऐसे ही है ना वो. हाँ किंतु तत्र स्मी इति धातुः ईषद् हसने इति अस्ति अर्थः. इति हसने ईषद् हसने किञ्चित् हसने इति मन्दहासः इति. तो वो हम चेहरे हमारे चेहरे पर वो स्माइल ही लाता है ना. आमामां न अहं किम् उक्तवती इत्युक्ते तत्र भवान् अति भवान् अपि निरन् महोदय अपि कन्नडं जानाति तत्र तस्यां भाषायां मराठी में भी वही अर्थ है उसका विस्मित करना तो वही है आश्चर्यचकित करना वही है क्योंकि आश्चर्यचकित सेम अर्थ है मराठी में. हाँ किन्तु संस्कृतभाषायां तस्य अर्थः भिन्नः अस्ति इति. केवलं केवलं मन्दहासः इति अस्ति. मन्दहासः इति अर्थे अस्ति इति. अथवा प्रायशः महोदय वि इति उपसर्गस्य योजनेन अर्थपरिवर्तनं भवति प्रायशः विहस्य लप् रूप इस्तेमाल् करते है ना विहस्य तु वो उपरोधिक शब्द मतलब हो जाता है ना. सत्यं मतलब जैसे हम तत्रापि हाँ मतलब दुर्योधन विहस्य कृष्णम कथयति ऐसे जो होता है तो मतलब उपरोध से ना कि ऐसे होता है ना मतलब जोर से हम ठटका मारकर हंसते हैं. क्या धातु है यहाँ पे व्हाट इज द धातु हियर विस्मय स्मी धातु स्मी स्मी स्मी इति भ्वादिगणीय धातुः ईषद् हसने. करेक्ट ईषद् आत्मनेपदी धातुः स्मी धातु. करेक्ट स्मी धातु. अस्तु महोदय पठामि अग्रे. आहि तुण्डिकः क्रीडयति सर्पः इति दत्तं तत्र. इदानीं क्रीड् इति धातुः अकर्मकधातुः अतः तत्र प्रयोज्यकर्तुः द्वितीया भवति. तर्हि तत्र प्रयोज्यकर्ता अस्ति सर्पः. सर्पः क्रीडति इति भवति प्रथमम् अणिजन्तवाक्यम्. इदानीं णिजन्तवाक्ये आहि तुण्डिकः प्रयोजककर्ता सः आहितुण्डिकः सर्पं क्रीडयति इति वाक्यं भवति. आहितुण्डिकः वा अहितुण्डिकः वा अहितुण्डिकः अहितुण्डिकः. वाट् इस् अहितुण्डिक मदारी है क्या जो साप को खिलाता है उसे मराठी में गारुड़ी कहते हैं शायद मदारी कहते हैं वही ना. अच्छा अच्छा ओके ओके सर्प को वो करने वाला ओके. हाँ हाँ मतलब वो पुंगी बजाता है और उसके ऊपर सर्प डोलता है ना. व्हाट डू यू कॉल इन इंग्लिश आई फॉरगॉट पता नहीं. ओके एनी हाउ समझ गई. अस्तु हाँ अंग्रभाषा न जानी महान खलु तत्र कः अस्तु पदं किम् इति. सपेरा अस्ति हिंदी में. सपेरा हिंदी में ओके ओके ओके या गॉट इट या सर्वासु भाषासु जानी महान किम् अस्ति इति न जानामि. सत्यं भगिनि सत्यं हा सर्वासु कथासु तत्र भारतदेशस्य कथा अस्ति चेत् आङ्ग्लभाषा तत्र हा तत्र अहितुण्डिकः भवति सर्पः भवति. महोदय अहितुण्डिक को मराठी में गारुडी कहते हैं. गारुडी मतलब जो सांप को खिला मतलब ना पुंगी बजाता है और सांप डोलता है वो. और उससे भी ना एक ये आया है गारुड करना मतलब जो श्रोता वक्ता रहता है ना वो भी अपनी भाषा से अपने भाषण से जो श्रोता है उनको ऐसे डोलने को लगाता है मतलब व्हाट डू यू मीन इज वो बीन बजा के वो उसको नचाता है जैसे. हाँ तो वैसे श्रोता भी वैसे होते हैं कि जो कोई गायक रहता है मतलब या फिर कोई श्रोता रहता है तो उसके भाषण से देखिए डोलने लगते हैं तो उसे उसे उसे मराठी में एक वाक् प्रचार जिसे हम कहते हैं मुहावरा कि गारुडकर्मी सो मतलब ओ उत्तमं भगिनी अस्तु अस्तु ओके अस्तु उत्तमप्रयोगः मतलब हम उसके पीछे ही चलते हो जो बोलता है लगता है कि वो बोलता रहे हम सुनते रहे हम सुनते रहे तो चार चार में देयर वाज अ स्टोरी आल्सो ना इन दोस डेज सपेरा बीन बजा के जाता है और उसके पीछे पीछे सब जाते हैं करके हाँ वो एक कथा भी थी ना हाँ वही वही समीचीनम् अस्तु उत्तमं भगिनी अग्रे तर्हि नरेश महोदय अग्रे अग्रे वानरः कम्पयति वान आवरणे शाखा अस्ति अतः नजन्तरूपं भवति वानरः शाखां कम्पयति अत्र वानरः प्रयोजककर्ता अस्ति शाखा प्रयोज्यकर्ता अस्ति वानरः शाखां कम्पयति अनजन्तरूपं शाखा कम्पते निजन्तरूपं वानरः शाखां कम्पयति तर्हि महोदय तत्र द्विवचने करोतु तर्हि द्विवचने वानरः शाखे कम्पयति न कम्पयति एव खलु वानरः शाखे कम्पयति अनजन्तरूपं शाखे कम्पेते शाखे कम्पेते वानरः शाखे कम्पयति शाखे कम्पयति हा उत्तमं महोदय अस्तु समीचीनम् अग्रे वेदा भगिनी आम् देवः भक्तं मोदयति मुदुधातु तत्र अकर्मकधातुः अस्ति इति कारणतः अणिजन्तवाक्यमस्ति भक्तः मोदते इति भक्तः मोदते भक्तौ मोदेते भक्ताः मोदन्ते इति परन्तु णिजन्तवाक्यमस्ति देवः भक्तं मोदयति देवः इति एकवचने अस्ति तदेव तत्र देवः भक्तं मोदयति इति णिजन्तवाक्यमस्ति अन्यत् तत्र बहुवचने अपि करोतु बहुवचने अपि करोतु देवः भक्ताः मोदयति एव भक्तां भक्तान् मोदयति हा अस्तु उत्तमम् अपि अणिजन्तवाक्यम् अणिजन्तवाक्यं भक्ताः भक्ताः मोदन्ते हा भक्ताः मोदन्ते देवः भक्तान् मोदयति उत्तमम् अस्तु धन्यवादः भगिनि अस्तु अग्रे निवेदित भगिनि शाणः मणिं भ्राजयति अत्र मणिः भ्राजते शाणः मणिं भ्राजयति भ्राजयति न मतलब टु शैन् नाम सुवर्णकार वा शाणः तत्र शाणः इत्युक्ते संथिङ्ग् दट् यु रब् इट् आन् टच् स्टोन् वेट् स्टोन् इति इफ् यु रब् गोल्ड् आन् इट् यु विल् नो इट् इस् रियल् गोल्ड् काइंड आफ् थिङ्ग् सः शाणः हम जैसे मराठी में सहाण बोलते जिसपे चंदन ये किया जाता है घिसा जाता है मतलब वही है ना वो सहाण जिसे नहीं वो सहाण किंतु किंचित भिन्न प्रायशः जहाँ हम चंदन के वो लेप बनाते हैं ना तो वो चंदन घिसते हैं उसे भी हम सहाण ही कहते हैं मराठी में सहाण तो वैसे ही सुवर्ण का जो कर्ज देखता है अगर उसके पास हम सोना लाएंगे तो उसका कर्ज देखता है ना वो कितना न एतत् भिन्नमस्ति भगिनि एतत् शिलाप्रायश अस्ति खलु शाणः शिलायाः स्टोन् हि हमे न हमे हमने जिनके पास किया ना ये तो उन्होंने हमें कहा कि भ्राजयति मतलब उसे पहलू डालते हैं ना मतलब पत्थर रहता है तो उसको हम अभी जैसे हीरा है तो वो पत्थर है ना तो उसको हम पहलू डालते हैं ना, तो उससे उन्होंने कहा कि भ्राजयति कहते हैं। पहलू डालना मतलब तदेव अस्ति। किन्तु तत्र अत्र शाणः इति मनुष्यः नास्ति, केवलं तत्र केवलम् इति नास्ति, किन्तु शिला इति उपकरणम्। हा उपकरणम्, उपकरणम् उत्तमं भगिनि, उपकरणं शाणः। तर्हि भगिनी तत्र अनिजन्तवाक्यं पुनः वदतु। मणिः भ्राजते, मणिः भ्राजते, मणिः भ्राज शाणः मणिं भ्राजयति। हा समीचीनम्। इदानीं तत्र द्विवचने द्विवचने द्विवचने वदतु, द्विवचने वदतु। मणिः मणिः कविः मणि मणि दीर्घ अस्ति, शाणः मणि भ्राजयति। मणि इति स्त्रीलिङ्गं मति अन्त भवति खलु, मतिः मतिः मतयः मतिं मति तदेव न सम्यक् भगिनि। मणि भ्राजयति, मणि सोरि मणि भ्राजेते, भ्राजते भ्राजेते, सत्यं भगिनि, मणि भ्राजते भ्राजेते, मणि भ्राजेते, मणिः भ्राजते मणि भ्राजेते, बहुवचने मणयः भ्राजन्ते इति अस्ति। उत्तमम्, अस्तु समीचीनं। अस्तु तर्हि अग्रे शोभा भगिनि। महोदय इदानीं विशानिलः मूर्छयति तत्र मनुष्यः इति प्रयोज्यकर्ता, तत्र मूर्छयति मूर्छिति अपि अकर्मकधातुः, तर्हि मनुष्यः इति प्रयोज्यकर्ता अणिजन्तवाक्ये मनुष्यः मूर्छते इति भवेत् इति मन्ये, तत्र मूर्छते आत्मनेपदी इति मन्ये। अपि च इदानीं विषानिलः इत्युक्ते विषायोगः अनिलः, विषपूर्ण अनिलः मनुष्यं मूर्छयति इति भवति। विषानिलः इत्युक्ते किमस्ति? विष अनिलः, विषेन युक्तः अनिलः, अनिलः अनिलः अनिलः इत्युक्ते वायुः, क्लोरोफार्म् इति अस्ति खलु भगिनि, तदेव क्लोरोफार्म् इत्युक्ते विषं नास्ति किन्तु मूर्छयति, आम् अनिलः अस्ति इति चिन्तयामि तत्र। सत्यं सत्यं भगिनि, तदेव अस्ति तत्र वायु वायोः रूपं, किन्तु विषे विष अनिलः मनुष्य मूर्छयति। अन्यत् किमपि करणीयं वा तत्र महोदय? भगिनि तत्र तत्र अणिजन्तवाक्यं किम् आसीत्? तत्र विषानिलः मनुष्यं, यतोहि द्वितीया भवति अकर्मकधातूनां प्रयोगे, अतः प्रयोज्यकर्तुः द्वितीया भवति, विषानिलः मनुष्यं मूर्छयति इति भवति। हा तत् निजन्तं निजन्तम् अणिजन्तम्, अणिजन्तं मनुष्यः मूर्छते इति उक्तवती, तत्र मूर्छते आत्मने अस्ति वा इति चिन्तनमेव मम। तर्हि तत्र बहुवचनमपि करोतु भगिनि तत्र। आं महोदय, मूर्छति, क्षमताम्, इदानीं मूर्छति इति अस्ति, मूर्छते न मनुष्यः मूर्छते मूर्छति, क्षमताम्, मनुष्यः मूर्छति, विषानिलः मनुष्यं मूर्छयति, द्विवचने विषानिलः मनुष्यौ मूर्छयति इति भवति। अस्तु इदानीम् अग्रे गच्छामः तर्हि तत्र नरेश महोदय अग्रिमे पुटे। एतेषु वाक्येषु कः प्रयोजकर्ता कश्च प्रयोज्यकर्ता इति यथोदाहरणं रिक्तस्थाने लिखत। वाक्यानि सन्ति नजन्तरूपं पिता पुत्रं मन्दिरं गमयति अत्र पिता प्रयोजककर्ता अस्ति पुत्रः प्रयोज्यकर्ता अस्ति उदाहरणमस्ति अग्रे वाक्य अस्ति शिवः शङ्करं विषयं ज्ञापयति अत्र प्रयोजककर्ता तु शिवः अस्ति प्रयोज्यकर्ता शङ्करः अस्ति समीचीनम् अपि तत्र प्रायः किञ्चित् तत्र अणिजन्तवाक्यमपि वदामः वा आम् आम् अणिजन्तवाक्यम् अस्ति शङ्करः विषयं ज्ञापयति ज्ञापयति न न महोदय ओ जानाति शङ्करः विषयं जानाति जानाति समीचीनं महोदय ज्ञादातुः तत्र जानाति ज्ञापयति समीचीनं महोदय अस्तु अग्रे वेदा भगिनी गुरुः शिष्येन मन्त्रं लेखयति तत्र पत्रं सारि पत्रं लेखयति गुरुः शिष्येन पत्रं लेखयति तत्र ओके गुरुः इति प्रयोजककर्ता शिष्यः इति प्रयोज्यकर्ता शिष्यः लिख् इति धातु लिखति तो अणिजन्तवाक्यमस्ति शिष्यः पत्रं लिखति ओ शिष्याः शिष्याः पत्रं लिखन्ति शिष्येन इति बहुवचने अस्ति तदेव शिष्याः शिष्येण इति बहुवचने नास्ति एकवचने शिष्येण एकवचने तृतीयविभक्ति एकवचने ओ तृतीयविभक्ति तत्र किमर्थं लिख् दातु तत्र गतिबुद्धि बुद्ध्यः तद् अस्ति नास्ति इति कारणतः वा ओके नाम एतावत् न तत्र कारणमस्ति चेदेव तत्र द्वितीया इति करेक्ट् इति चिन्तनं खलु एतावत् किमर्थं द्वितीया इति न दत्तम् अतः शिष्येन पत्रं लेखयति अस्तु अस्तु ओके शिष्यः पूर्वं तत्र उदाहरणेषु अपि तत्र लिखति इति क्रियापदं न न आसीत् अतः तत्र न जानीमः तत्र वदतु भगिनि गत्यर्थकधातु नास्ति बुद्धिः इति तद्वि तदपि नास्ति प्रत्यवसा भोजनार्थकपि नास्ति शब्दकर्मकः अस्ति वा लिखितु नास्ति नास्ति अपि च अकर्मकधातुः अपि नास्ति तदेव तत्र द्वितीयविभक्तिः न भवति तृतीया एव तत्र अस्ति इति वा समीचीनं तत्तु करणयोः तृतीया इत्यनेन तृतीया एव ओके अस्तु महोदय अस्तु समीचीनं अग्रे धन्यवादः भगिनि अग्रे निवेदितं अग्रे अपि तदेव स्वामी कर्मकरेण कार्यं साधयति स्वामी कर्मकरेण कार्यं साधयति अत्र स्वामी प्रयोजककर्ता अस्ति तथा कर्मकरः प्रयोज्यकर्ता अस्ति कर्मकरेण तृतीया विभक्ति अस्ति कर्मकरः कार्यं साध्यते कर्मकरः कार्यं साध्यते साध्नोति इति भवति तत्र स्वादिगणीयधातुः संसिद्धौ साधते साध्नोति साध्नोति इति अस्ति महोदय, तत्र दृष्टवती साध् इति एकमेव धातुः अस्ति, संसिद्ध टु अकाम्प्लिश् टु अटेन् टु अचीव् इति, तत्तु सकर्मकधातुः परस्मैपदी स्वादिगणे अस्ति, अतः साध्नोति इति तत्र विकरणप्रत्यय आगच्छति खलु, स्वादिभ्यः अश्नुः हा साध्नोति इति भवति. कर्मकराः कार्यं साध्नुवन्ति, साध्नुवन्ति अच्छा, शृणोति शृणुतः शृण्वन्ति. तत्र साधयति निजन्ते, हा साधयति एव भवति, यतोहि धातुः साध् इति अस्ति. सद् इति अपि अस्ति खलु भगिनि, तत्र सीदति, किन्तु अर्थः भिन्नः, सीदति अर्थः भिन्नः. आम् अस्तु, समीचीनं भगिनि. तर्हि साध्नोति वा इति अत्र, आम् साध्नोति. धन्यवादः. तद् इति तत्र अर्जुनः मम गात्राणि सीदन्ति इति वदति खलु महोदय, सत्यं, धन्यवादः. तथा मम स्मरणे तदेव स्टक् अस्ति. उत्तमं भगिनि, उत्तमं. धातुगणस्य धातुः अस्ति सीत् धातुः, तद् सद् धातुः, सीदति इति भवति तत्र, सीदति भादिगणस्य धातुः अस्ति. आमाम्, वो जो वो इसमें का है ना, वो पाघरात्मा उसमें का धातु है शायद ना वो. भगिनि तत्र सिद्ध इति नास्ति वा? सिद्ध इति अर्थः भिन्नः महोदय. सिद्ध इति तत्र स्तम् तत्र किं सम्राद्धौ इति उक्तं, टु बि थरोली प्रिपेर्ड्, टु बि अकाम्प्लिश्ड् इति तदपि अस्ति सिद्ध इति. तत्र रूपं किं भवति इत्युक्ते सिद्ध्यति, सिद्ध्यति इति भवति, हा सिद्ध्यति. अपि तत्र निजन्ते, निजन्ते निजन्ते साधयति एव भवति, किन्तु सिद्ध्यति तत्र अर्थः अस्मिन् वाक्ये किं, स्वामी कर्मकरेण कार्यं साधयति इति इत्युक्ते तत्र सिद्ध्यति इति स्वयमेव सिद्ध्यति इति भवति खलु महोदय, अकर्मकधातुः, अकर्मकधातुः अतः तत्र हा अन्यान् अथवा अन्यं हा न सिद्ध्यति इति तत्र. अस्तु भगिनि, तर्हि तत्र सिद्ध्यति इति तत्र कार्यं न करोति, यतोहि तत्र न करोति सिद्ध्यति इति अहं सिद्ध्यामि इति वक्तुं शक्नुमः तत्र, अथवा सः सिद्ध्यति. सत्यं, समीचीनं भगिनि, अतः साद् इति एव अस्ति, साद् इति एव, साद् इति एव. अस्तु, उत्तमं भगिनि, अस्तु, धन्यवादः. इत्युक्ते तत्र सिद्ध्यति साध वाक्यं दृष्ट्वा एव अवगन्तुं शक्नुमः महोदय, तत्र द्वित्रापि साधयति इति एव भवति अस्मिन् वाक्ये, कर्मपदं नास्ति, यतोहि कर्मपदम् अस्ति, कर्मपदम् अस्ति, कार्यम् अस्ति, कार्यं साधयति इति. आम् सत्यं, सत्यं भगिनि, अस्तु अस्तु अस्तु, अतः साद् सादेव. अस्तु, तर्हि साध्नोति, साध्नोति, अस्तु भगिनि, नूतनपदम् एतत् मम मम कृते साध्नोति. निवेदित भगिनि, तर्हि वाक्यं वदतु. स्वामी कर्मकरेण कार्यं साधयति, अत्र प्रयोजककर्ता अस्ति स्वामी, प्रयोज्यकर्ता अस्ति कर्मकरः. कर्मकरः कार्यं साध्नोति, कर्मकरौ कार्यं साध्नुतः, कर्मकराः कार्यं साध्नुवन्ति. समीचीनं भगिनि, यतोहि तत्र नूतनधातुः अस्ति, तत्र तस्य रूपं रूपाणि एकवारं शृण्मः चेत् समीचीनं. साध्नोति द्विवचने, साध्नुतः साध्नुवन्ति, साध्नोति, साध्नुतः साध्नुवन्ति. हा उत्तमं भगिनि, हा धन्यवादः. अस्तु अग्रे शोभा भगिनि. आं महोदय. सः मां गीतं श्रावयति इति तत्र सः इति किं सः मां गीतं मां तत्र प्रयोजक सः श्रावयति. अस्तु क्षम्यतां, सः श्रावयति. तर्हि सः इति प्रयोजककर्ता मां गीतं श्रावयति. तत्र शु इति सकर्मकधातुः, यतोहि माम् इति अहम् इत्यस्य मां द्वितीया अभवत् कर्मपदम् अभवत्, अतः तत्र शु इति सकर्मकधातुः इति अवगन्तुं शक्नुमः. तर्हि अहं गीतं शृणोमि, सः मां गीतं श्रावयति इति भवति. हा समीचीनं समीचीनं. तत्र वयम् इति करोति तर्हि तत्र अहं वै सः इत्यस्य स्थाने वा अथवा माम् इत्यस्य स्थाने महोदय? माम् माम् माम् माम् अस्तु. हा सः अस्मान् गीतं श्रावयति. अपि अणिजन्तवाक्यं वयं गीतं शृणुमः. वयं गीतं शृणुमः, सः अस्मान् गीतं श्रावयति. सः अस्मान् गीतं श्रावयति. उत्तमं भगिनि, अस्तु धन्यवादः. अग्रे नरेश् महोदय. माता पुत्रेण गुरुं वन्दयति. अत्र माता प्रयोजककर्ता अस्ति, पुत्रः प्रयोज्यकर्ता अस्ति. अनिजन्तरूपं पुत्रः गुरुं वन्दते. पुत्रः गुरुं वन्दते बहुवचने. पुत्राः गुरुं वन्दन्ते. वन्दन्ते पुत्राः गुरुं वन्दन्ते. समीचीनम्. इदानीं निजन्तरूपे बहुवचने, तत्र निजन्तरूपे बहुवचने माता पुत्रान् गुरुं न पुत्रान् इति समीचीनम्. पुत्रैः पुत्रैः गुरुं वन्दयन्ति. किमर्थं वन्दयन्ति? न वन्दयति, वन्दयति माता तु एकवचनम् अस्ति. माता पुत्रैः गुरुं वन्दयति इति अस्ति. समीचीनं महोदय, अस्तु अग्रे वेदा भगिनी अग्रे. माता पुत्रीम् औषधं पाययति निजन्तवाक्ये. अनिजन्तवाक्ये पुत्री औषधं पिबति. पुत्री औषधं पिबति इति औषधं पिबति अनिजन्तवाक्ये. यदि बहुवचने अस्ति चेत् किमर्थं गौरी पुत्र्यः अस्ति नदी नद्रयः पुत्री पुत्री तस्य बहुवचनं किमस्ति? पुत्र्यः पुत्र्यः औषधं पुत्र्यः औषधं पिबन्ति. तत्र माता पुत्र्यः तस्य नदी नद्यौ नद्यः नदीं नद्यौ नदीं नद्यौ नद्याः वा नद्याः पुत्र्याः इति नास्ति वा? न एकनिमिषं. नदी नदी नद्यौ नद्यः पुत्रीः आयेगा न? नदी नद्यौ नद्याः नदीं नद्यौ नदीः इति नदीः पुत्रीः इति माता. तृतीयविभक्ति अस्ति पुत्रे. न न अत्र द्वितीय एव पुत्रीः पुत्रीं पुत्रीम् आम् किमर्थं माता नदीः औषधं न पुत्रीः पुत्रीः न न पुत्रीः नदीः न औषधं पाययति समीचीनं इति नास्ति सत्यं सत्यम् अस्तु अग्रे निवेदित भगिनि आम् अत्र नोदयति नुद धातु अस्ति नुद् सखी रमया द्वारं नोदयति उसका अर्थ क्या है प्रेसिंग लाइक ए प्रेसिंग ए बटन और समथिंग शब्दं शब्दं शब्दं कारयति सखी रमया द्वारं शब्दः भवति खलु भगिनि नाम न महोदय तत्र केवलं लैक् कालिङ्ग् बेल् प्रेसिङ्ग् आन् प्रेसिङ्ग् इति एव भवति महोदय महोदय तत्र शब्दकर्म इत्युक्ते तत्र बोधनं भवेत् इति ज्ञानस्य बोधनं तदा भव शब्दकर्मकः इति भवति महोदय केवलं शब्द इति न ज्ञानबोधन अतः तत्र पाठः वेदः एतत् सर्वं दत्तम् तत्र नोदयति नोदयति अत्र तत्र तत्र ज्ञानजनकः नास्ति इति अर्थे न नोदति इति प्रेरणे इति अर्थे नुदति द्वारं तत्र द्वारं नोदयति इति इत्युक्ते शी इस् मेकिङ्ग् सखी रमा इस् टेलिङ्ग् रमा टु प्रेस् द बटन् प्राबब्लि आन् द डोर् बेल् तथा द्वारं नोदयति तदेव अस्ति किन्तु तत्र तदेव अस्ति नुति किन्तु तत्र प्रेरणे नुदे तत्र नुद प्रेरणे इति अर्थे तत्र अर्थः कः नुद् नुदति इति अर्थः कः नुदति इत्युक्ते नुद् अस्तु तत्र अर्ज् इति एतत् सर्वं नुद् इति धातुं पश्यामि महोदय नुद् इत्युक्ते तदेव नुद् प्रेरणे प्रेरण इति अस्ति तर्हि तत्र द्वारं नोदयति रमया द्वारं नोदय इदानीं तत्र द्वारस्य तु प्रेरणां न कर्तुं शक्नुमः तर्हि रमां प्रेरयति नुदतु नुदतु इति नोदयति इति द्वारं नोदयति अहं चिन्तयामि नुदति एव तत्र नुदति अर्थः तत्र प्रेरणा किन्तु तत्र नास्ति महोदय तत्र नुदति इत्युक्ते प्रेसिङ्ग् संस्कृति इति अस्तु अपि च तत्र सकर्मकधातुः अतः रमया इति अस्ति यः सकर्मकः है और यहां पे हम जहां तृतीया इस्तेमाल करते हैं तो तृतीया साधन रहता है ना तदेव रमा के द्वारा ऐसे होगा ना सकर्मक अस्ति चेत् द्वितीया न भवति प्रयोज्यकर्तुः तावदेव करेक्ट् मतलब उसके द्वारा किया जाता है जैसे हमने ऊपर से देखा था ना गुरुः शिष्येण पत्रं लेखयति गुरु शिष्य के द्वारा पत्र को लिखवाता है ऐसे तो मतलब वो जो कंत कर्म का वो सूत्र है ना जिसमें गंध्यम का धातु वगैरह वगैरह उसके अलावा कोई भी धातु हो तो उसमें तो तृतीया ही आएगा आपका तो यहाँ सखी रमया द्वारं नोदयति अत्र प्रयोजककर्ता अस्ति सखी प्रयोज्यकर्ता अस्ति रमा रमा रमा द्वारं नुदते नुदति अथवा नुदते नुदते रमा द्वारं नुदते रमे द्वारं नुदेते रमाः द्वारं नुदन्ते परन्तु ये धातु नुद् धातु तु परस्मैपदी धातु है न न तत्र उभयपदी अस्ति भगिनि अत्र अष्टाध्यायी मध्ये तु परस्मैपति एव दत्तम् न उभयपदे नुदते इति अस्ति अन्यत् नुद्धातु अस्ति एकवारम् उभयपति तत्र अन्यत् परस्मैपति अपि दत्तमस्ति टु इन्स्पायर् अपि किन्तु द्वयोः द्वे अपि तुदादिगणे एव सन्ति अतः किमर्थं तथा द्वयोः अपि यस् तुदादिगणे एव सन्ति परन्तु अर्थे टु इन्स्पायर् एव अर्ज् टु अर्ज् इति अर्थम् अस्ति एक एक द्वयोः अपि तदेव अर्थः अस्ति न प्रेरणा एकस्पायर् अर्ज् प्रेरणा अन्यस्य अर्थः अस्ति to inspire to urge prerna iti eva dattam tatra api satyam ityukte tatra yada prerane eva vakyam bhavati tada prayashah kevalam ha kevalam prerana asti chet ubhayapadi ubhayapati yatra urge when you are telling somebody to do something you are urging somebody then tada parasmayapadi prayashah yeah okay hmm. रमाद्वारं नुदति रमेद्वारं नुदतः रमाः द्वारं नुदन्ति सखी सखी रमाभ्यां द्वारं नोदयति सखी रमाभिः द्वारं नोदयति रमाभिः रमाभिः द्वारं नोदयति समीचीनं धन्यवादः शुभभगिनी अग्रे आम् महोदय अग्रे सेवकेन स्वच्छतां कारयति तत्र वस्तुतः प्रयोजककर्ता न अस्ति वाक्ये इत्युक्ते कोऽपि तत्र स्वामी इति वक्तुं शक्नुमः अथवा गृहिणी इति तर्हि सेवकेन स्वच्छतां कारयति अणिजन्तवाक्यं भवति सेवकः स्वच्छतां करोति इति अनन्तरं तत्र स्वामी सेवकेन स्वच्छतां कारयति क्रू इति धातुः सकर्मकधातुः तत् किं तत्र द्वितीया कर्म द्वितीयविभक्तिः तस्य न भवति यतोहि सकर्मकधातुः अस्ति अतः तत्र तृतीया एव प्रयोज्यकर्तुः तृतीया एव भवति तर्हि बहुवचने अपि करोतु भगिनि तर्हि तत्र सेवकेन इति इत्युक्ते स्वामी सेवकैः स्वच्छतां कारयति सेवकाः स्वच्छतां कुर्वन्ति इति अध्यापकः छात्रं श्लोकं पाठयति अत्र प्रयोजककर्ता अध्यापकः अस्ति प्रयोज्यकर्ता छात्रः अस्ति प्रयोज्यकर्ता अत्र अनुजन्तरूपम् अस्ति छात्रः श्लोकं पठति नजन्तरूपम् अध्यापकः छात्रं श्लोकं पाठयति बहुवचने बहुवचने छात्राः श्लोकं पठन्ति अध्यापकः छात्रैः छात्रैः नास्ति छात्रं श्लोकं पाठयति छात्रान् अध्यापकः छात्रान् श्लोकं पाठयति इति अस्ति समीचीनं महोदय अस्तु अग्रे वेदभगिनी वसन्तः चैत्रेण ओदनं पाचयति तत्र पाचयति इति पच् धातु अस्ति इति तद्धातु गत्यर्थक बुद्ध्यर्थक इति नास्ति इति कारणतः तत्र तृतीयाविभक्तिः एव अस्ति तदेव वसन्तः चैत्रेण इति दत्तं तत्र वाक्ये निजन्तरूपे निजन्तवाक्ये चैत्रेण इति तृतीया विभक्ति दत्तमस्ति चैत्रः ओदनं पचति इति तत्र वसन्तः इति प्रयोजककर्ता चैत्रः इति प्रयोज्यकर्ता अस्ति अपि च बहुवचने वदामि बहुवचने बहुवचने चैत्राः ओदनं पचन्ति चैत्राः ओदनं पचन्ति तस्य निजन्तरूपं भवति वसन्तः वसन्तः चैत्रैः ओदनं पाचयति इति अस्ति समीचीनं भगिनि तदेव अस्ति अस्तु समीचीनम् अग्रे निवेदत भगिनि आम् आवरणे स्थितस्य प्रयोज्यकर्तुः उचितविभक्त्यन्तरूपं रिक्तस्थानं लिखत सखी बालिकया वस्त्रं धारयति बालिका वस्त्रं धरति बालिका वस्त्रं धरति बालिके वस्त्रं धरतः बालिकाः वस्त्रं धरन्ति सखी बालिकया वस्त्रं धारयति सखी बालिकाभ्यां वस्त्रं धारयति सखी बालिकाभिः वस्त्रं धारयति इति समीचीनम् अस्तु इदानीं प्रथमं करोतु तर्हि माता रुग्णम् अन्नं भोजयति अत्र खाद्यार्थं खादनार्थम् इति अस्ति खलु भोजधातु अतः द्वितीया अतः द्वितीया विभक्ति भवति माता रुग्णम् अन्नं भोजयति रुग्णः अन्नं भुङ्क्ते माता रुग्णान् माता रुग्णान् अन्नं भोजयति इति अस्ति समीचीनं धन्यवादः धन्यवादः अग्रे शुभा भगिनि आं महोदय गुरुः छात्राः इति श्लोकार्थं बोधयति तत्र अणिजन्तवाक्यं भवति छात्राः श्लोकार्थं बुध्यन्ते इति भवति बुध्यन्ति वा बुध्यन्ते बुध्यति बुद्ध धातुः बुध्यति इति भवति तत्र बुद्ध धातुः क्षमतां न दृष्टवती बुध बोधते बोध्यते बोधन्ते अस्ति हा तत्र देर् आर् मोर् देन् वन् बुद्ध धातुः तस्मिन् अर्थे इति बुद्ध तत्र बुद्ध इति धातुः बोधने अवगमने दिवादि भ्वादि तर्हि तत्र बोधने भ्वादिगणे भवति अपि च तत्र बोधयति इति इदानीं बुद्ध धातुः बुद्ध्यर्थकधातुः भवति गतिबुद्धि प्रत्ययो सार इति बुद्ध्यर्थकः अतः तत्र द्वितीया भवति प्रयोजकर्तुः तर्हि गुरुः छात्रान् श्लोकार्थं बोधयति इति भवति अपि च छात्राः श्लोकार्थं बोधन्ति इति भवति बोधन्ति करेक्ट् बोधन्ति बोधन्ते बोधने इति इत्युक्ते अवगच्छन्ति इति किं महोदय तर्हि तत्र सङ्ख्या का अस्ति अत्र तत्र भुवादिगणे बुद्ध हा भुवादिगणे सङ्ख्या तत्र 1026 इति अस्ति कौमुदी किं तत्र धातोः सङ्ख्या खलु महोदय सत्यं भगिनि द्वादिगणे अस्ति महोदय द्वादिगणे उभय सकर्मकधातुः बोधते बोधेते बोधन्ते अस्ति खलु उभयपदे अस्ति बोधने उभयपदे अस्ति अवगमने इति अर्थे तु परस्मैपदी अवगमने इति अर्थे तु परस्मैपदी इत्युक्ते महोदय तत्र अवगमने इति स्वीकुर्मः चेत् इत्युक्ते श्लोकार्थम् अवगच्छन्ति इति तर्हि तत्र अवगमने इत्यत्र द्वितीया न भवति इति चिन्तयामि बोधने एव द्वितीया भवति इत्युक्ते कोऽपि बोधयति इति अथवा स्वयं किन्तु सर्वं भगिनी तत्र बुद्धातुः अवगमने बोधने अवगमने बुद्ध्यर्थकानां ज्ञानार्थकानां धातूनां सत्यं भगिनि किन्तु सर्वे सकर्मकाः सन्ति खलु भगिनि तत्र बुद्ध इति हा न सकर्मक भवेत् तथा न सकर्मक भवेत् चेदपि केषाञ्चन धातूनां तत्र इत्युक्ते गति अस्ति खलु महोदय तत्र सकर्मकधातवः सन्ति गत्यां हा बुद्धि प्रत्यवसान भोग् भक्षणे अपि सकर्मकाः सन्ति किन्तु तेषाम् अर्थम् अनुसृत्य एतस्य सूत्रस्य नियमः भवति तत्र महोदय इदानीं तत्र बोधनार्थे इत्युक्ते केवलं धातुः बोधने भवेत् इति बुद्धि अपि च ज्ञानार्थे ज्ञानं जनयति अन्यस्मिन् इति अतः द्वितीया एव भवति इति खलु तर्हि हा यतोहि इदानीं श्लोकार्थं बोधयति इत्युक्ते तेषु ज्ञानं जनयति इति भवति खलु अतः तत्र द्वितीया एव भवति समीचीनं तर्हि गुरुः छात्रान् श्लोकार्थं बोधयति अथवा छात्राः श्लोकार्थं बोधन्ति बोधन्ते उत्तमं भगिनि अस्तु तत्र नूतनदातवः नूतनाः दातवः अत्र सन्ति अस्माकं अस्तु बुद्धातोः रूपं सामान्यतया तस्य प्रयोगं न प्रायः न कुर्मः प्रायेण न कुर्मः बोधयति इति एव बोधयति एव प्रसिद्धः खलु बोधयति एव प्रसिद्धः अतः एव तत्र इत्युक्ते कुत्रापि अहं बोधामि इति न वदामः अहं बोधे न सत्यं सत्यं अतः बोधितः अथवा बोधिता इति वदामः किन्तु तत्र बोधामि इति सर्व प्रयोगः अस्ति आमाम् अस्तु समीचीनम् अस्तु अग्रे धन्यवादः नरेश् महोदय अग्रे सचिवाः कार्यं कारयन्ति कर्मकराः अत्र कार्यं कारयन्ति तत्तु सकर्मकधातुः अस्ति अहं चिन्तयामि अत्र तृतीयविभक्तिः अस्ति सचिवाः कर्मकरैः कार्यं कारयन्ति कर्मकरैः कार्यं कारयन्ति अनुजन्तधातुः अस्ति कर्मकराः कार्यं कुर्वन्ति एकवचने कर्मकरः कार्यं करोति अत्र सचिवाः कर्मकरैः कार्यं कारयन्ति उत्तमम् अस्तु समीचीनम् अग्रे गृहस्वामी रजकः रजकः प्रक्षालयति क्षाल धातु प्रक्षालयति प्रोपसर्गपूर्वक तद्धातु अस्ति उभयपति सकर्मक अपि च तद् गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकाणां तत्र नास्ति इति कारणतः तत्र तृतीया विभक्तिः एव भवति तत्र रजकस्य रजकेन गृहस्वामी रजकेन वस्त्रं प्रक्षालयति तस्य अनिजन्तरूपमस्ति रजकः वस्त्रं प्रक्षालयति इति प्रक्षालयति सुरादिगणे अस्ति धातु तदेव तस्य प्रक्षालयति इति रूपम् आयाति रजकः अपि च रजकाः प्रक्षालयन्ति तत्र गृहस्वामी रजकाः अस्ति चेत् गृहस्वामी रजकैः वस्त्रं प्रक्षालयति एव रजकैः वस्त्रं प्रक्षालयति इति अस्तु समीचीनम् अस्तु धन्यवादः भगिनि अस्तु समीचीनम् अग्रे निवेदित भगिनि आम् सुरेशः भवन्तं श्लोकान् पाठयति पाठयति पठधातु बुद्ध्यर्थक धातु अस्ति अतः सत्यं सत्यं शब्दकर्म अतः अतः भवन्तम् इति द्वितीया विभक्तिः समीचीनं भवान् श्लोकान् पठति भवान् भवन्तौ श्लोकान् पठतः भवान् भवन्तौ भवन्तः श्लोकान् पठन्ति सुरेशः भवन्तौ श्लोकान् पाठयति सुरेशः भवन्ताः श्लोकान् पाठयति तत्र द्वितीया विभक्तिरूपं किं सारी सारी सारी भवन्तं भवन्तौ भवन्ताः भवन्तान् न महत् महत्य चिन्ता महान् महन्तौ महन्तः महन्तं महन्तौ महतः भवतः भवतः भवतः तत्र द्वितीयविभक्ति पञ्चमी एकवचनमस्ति तत्र षष्ठी एकवचनमस्ति इति समीचीनं भगिनि इति अस्तु धन्यवादः तर्हि समीचीनम् अस्तु तर्हि अस्तु इदानीं तत्र अस्तु वेदा भगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा ओके ॐ पूर्णमिदं पूर्णमदः पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः महोदय धन्यवादः धन्यवादः महोदय नमस्कारः धन्यवादः नमस्कारः अग्रिमे वर्गे धन्यवादः अग्रिमवर्गे